पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 75 महादेव उवाच गण्डिकायास्तु माहात्म्यं वक्ष्ये देवि विधानदः यथा गङ्गा तथा सा च कथिता नगनन्दिनि शालग्रामशिला यत्र जायते बहुधा तथा माहात्म्यं चैव तस्याश्च कथितं मुनिसत्तमैः अण्डजा उद्भिजा यत्र स्वेदजाश्च जरायुजाः यस्या दर्शनमात्रेण पुण्यरूपास्तु पार्वती उत्तरे साधुसम्भूता गण्डिका तु महानदी संस्मृता संस्मृता नूनं पापं हत्यङ्गनन्दिनि यत्र नारायणो देवो नित्यं तिष्ठति भूदिदः शङ्खचक्रधरास्तस्य समीपे निवसन्ति ये ते मृत्युं समनुप्राप्य दिव्यरूपाश्च दुर्भुजाः ऋषयस्तत्र तिष्ठन्ति देवाश्चैवं विशेषदः रुद्रानागास्तथा यक्षा नात्र कार्या विचारणा तस्या समीपे ह्येकोऽयं स्थलो वै विष्णुरूपदृक् स्थलेऽस्मिन् वर्तते मूर्तिर्बहुरूपादिमुक्तिदा चतुर्विंशतिभूतानां जादयः सन्ति तत्र वै एका वै मत्स्यरूपा च कृष्णरूपादिमुक्तिदा अन्या च या बुधै प्रोक्ता स्थले वै विष्णुसंज्ञके कल्किनाम्नि तथा पुण्या कपिला या मयोदिता अन्यास्तु विविधाकारा दृश्यन्ते बहुधा अपि तिष्ठन्ति मूर्तयः सर्वा नानारूपा ह्यनेकशः सा गङ्गा महदी पुण्या धर्मकामार्थमुक्तिदा यस्यां भूमौ हृषीकेशो नियमेन समन्वितः वर्ततेऽद्यापि तत्रैव मया सहनसंशयः भ्रूणहत्या बालहत्या गोहत्या च विशेषतः यस्या स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषाद् ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्यजातयः सर्वे देवै विमुच्यन्ते दर्शनाद्गण्डिकाम्बुनः इयं वेणी समापुण्या पापिनां तु विशेषतः मुच्यते ब्रह्मा यत्र इतरेषां तु का कथा सर्वदा सर्वकाले तु अहं गच्छामि पार्वती तीर्थानां तीर्थराजोऽयं ब्रह्मणा भाषितः किल तत्र स्नानं च दानं च मुनिभिः परिकल्पितम् आषाढे पुण्यकाले तु तत्र गच्छामि सुन्दरी मासैकविधिना चैव स्नानं तत्र करोम्यहं तारकं तत्र विशदं जपामि तु निरन्तरम् अदोऽहं वैष्णवो जादो विष्णुक्षेत्रे यतो गतः विष्णुना निर्मितं पूर्वं क्षेत्रं तत्तु महत्तरं वैष्णवानां च गदितं पावनं परमं स्मृतं भवेस्मिन् मानुष्ये जन्म दुर्लभं देवि सर्वदा दुर्लभं गण्डिकातीर्थं विष्णुक्षेत्रं तु दुर्लभम् अदो ह्याषाढमासे तु गन्तव्यं द्विजसप्तमैः तत्र गत्वा विशेषेण शङ्खचक्रादिधारणं कर्तव्यं तु द्विजश्रेष्ठैः पवित्रं परमं स्मृतं शङ्खतीर्थं तु वामे वै दक्षिणे चक्रचिह्नितं द्विजानां मुक्तिदं प्रोक्तं धारितव्यं प्रयत्नतः ब्राह्मणैश्च विशेषेण शङ्खचक्रादिधारणं धृते सति महादेवि वैष्णवास्ते हि मानवाः न गण्डिका समं तीर्थं न व्रतं द्वादशी समं न देवकेशवधन्यो भूयो भूयो वरानने गण्डिकायास्तु माहात्म्यं ये शृण्वन्ति नरोत्तमाः इह लोके सुखं भुक्त्वा विष्णुलोके हि यान्ति ते इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे गण्डिकातीर्थमाहात्म्यं नाम पञ्चसप्ततितमोऽध्यायः ॐ